किञ्च अविभक्तं च भूतेषु विभक्तमिव च स्थितं भूतभर्तृ च तज्ज्ञेयं ग्रहिष्णुः प्रभविष्णु च अविभक्तं च प्रतिदेहं व्योमवत्तदेकं भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितं देहेषु एव विभाविमानत्व भूतभर्तृ च भूतानि बिभर्ति इति तज्ज्ञेयं भूतभर्तृच स्थितिकाले प्रलयकाले ग्रथिष्णु ग्रसनशीलम् उत्पत्तिकाले प्रभविष्णु च प्रभवनशीलं यथा रज्ज्वादिः सर्पादिः मिथ्याकल्पितस्य किञ्च सर्वत्र विद्यमानमपि सतो न उपलभ्यते चेत् ज्ञेयं तमः तर्हि न किं तर्हि ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ज्योतिषाम् आदित्यादीनामपि तज्ज्ञेयं ज्योतिः आत्मचैतन्यज्योतिषा इद्धानिः आदित्यादीनि ज्योतींषि दीप्यन्ते येन सूर्यस्तपति तेजसा इद्धः तस्य भासा सर्वमिदं विभाति इत्यादि सिद्ध्य स्मृतेश्च इहैव यदादित्यगतं तेजः इत्यादि तमसः अज्ञानात् परम् अस्पृष्टमुच्यते ज्ञानादेः दुःसम्पादनबुद्ध्या प्राप्त अवसादस्य उत्तम्भनात्तमः ज्ञानम् अमानित्वात् ज्ञेयं ज्ञेयं यत्तत् प्रवक्ष्यामि इत्यादिना उक्तं ज्ञानगम्यं ज्ञेयमेव ज्ञातं सतो ज्ञानफलम् इति ज्ञानगम्यमुच्यते ज्ञायमानं तु ज्ञेयं एतत्त्रयमपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्टितं विशेषेण स्थितं तत्रैव हि त्रयं विभाव्यते यथोक्तार्थ उपसंहारार्थः श्लोकः आरभ्यते इति क्षेत्रं तथा ज्ञानम् ज्ञेयं चोक्तं समासतः मद्भक्तयेतद्विज्ञाय मद्भावायोपपद्यते इति एवं क्षेत्रं महाभूतादिदृत्यन्तं तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं ज्ञेयं च ज्ञेयं यत् इत्यादि तमसः परमुच्यते इत्येवमन्तम् उक्तं समासतः संक्षेपतः एतावान् सर्वः हि वेदार्थः गीतार्थश्च उपसंहृत्य उक्तः अस्मिन् सम्यक् दर्शने कः अधिक्रियते इति उच्यते मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरु वासुदेवे समर्पितसर्वात्मभावः यत् पश्यति शृणोति स्पृशति वा सर्वमेव भगवान् वासुदेवः इत्येवं ग्रहाविष्टबुद्धिः मद्भक्तः स एतत् यथोक्तं सम्यक् दर्शनं विज्ञाय मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति तत्र सप्तमी ईश्वरस्य द्वे प्रकृतिः उपन्यस्ते परापरे क्षेत्रक्षेत्रज्ञलक्षणे एतद्योनीनि भूतानि इति च उक्तम् क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानामिति अयमर्थः अधुना उच्यते प्रकृतिं पुरुषं चैव विद्यानादीभुभावपि विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवा प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृति तौ प्रकृतिपुरुषौ उभौ अपि अनादिविद्धि न विद्यते आदिः एव तौ अनादि नित्येश्वरत्व ईश्वरस्य तत्प्रकृत्योरपि युक्तं नित्यत्वेन भवितुं प्रकृतिद्वयवत्वमेव हि ईश्वरस्य ईश्वरत्वं याभ्यां प्रकृतिभ्याम् ईश्वरः जगदुत्पत्तिस्थितिप्रलयहेतुः ते द्वे अनादि सत्यौ संसारस्य कारणं न आदि अनादि इति तत्पुरुषसमासं केचित् वर्णयन्ति तेन हि किल ईश्वरस्य कारणत्वं सिद्ध्यति यदि पुनः प्रकृतिपुरुषावेव नित्यौ स्यात् तत्कृतमेव जगत् न ईश्वरस्य जगतः कृतत्वं तत् असत् प्राक् प्रकृतिपुरुषयोः उत्पत्तेः ईशितव्य अभावः ईश्वरस्य अनीश्वरत्वप्रसङ्गः संसारस्य निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गः शास्त्र अनुत्यक्यप्रसङ्गः बन्धमोक्ष अभावप्रसङ्गाच्च नित्यत्वे पुनः ईश्वरस्य प्रकृत्योः सर्वमेतत् उपपन्नं भवेत् कथं विकारांश्च गुणांश्चैव वक्ष्यमाणान् विकारान् बुद्ध्यादिदेहेन्द्रियान्तान् गुणांश्च सुखदुःखमोहप्रत्ययाकारपरिणतान् विद्धि जानीहि प्रकृतिसम्भवान् प्रकृतिः ईश्वरस्य विकारकारणशक्तिः त्रिगुणात्मिका माया सा सम्भवो येषां विकाराणां गुणानां च तान् विकारान् गुणांश्च विद्धि प्रकृतिसम्भवान् प्रकृतिपरिणामः के पुनः ते विकाराः गुणाश्च प्रकृतिसम्भवाः कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते पुरुषसुखदुःखानां भोक्तृत्वे हेतुरुच्यते कार्यकरणकर्तृत्वे कार्यं शरीरं करणानि तत्स्थानि त्रयोदश देहस्य आरम्भकाणि भूतानि पञ्चविषयाश्च प्रकृतिसम्भवाः विकाराः पूर्वोक्ताः इह कार्यग्रहणेन गृह्यन्ते गुणाश्च प्रकृतिसम्भवाः सुखदुःखमोहात्मकाः करणाश्रयत्वात् करणग्रहणेन गृह्यन्ते तेषां कार्यकरणानां कर्तृत्वम् उत्पादकत्वं यत् कार्यकरणकर्तृत्वं तस्मिन् कार्यकरणकर्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिः उच्यते एवं कार्यकरणकर्तृत्वेन संसारस्य कारणं प्रकृतिः कार्यकारणकर्तृत्वे इति अस्मिन्नपि पाठे कार्यं यत् यस्य परिणामः तत् तस्य कार्यं विकारः विकारीकारणं तयोः विकारविकारिणोः कार्यकारणयोः कर्तृत्वे इति अथवा षोडशविकाराः कार्यं सप्तप्रकृतिविकृतयः कारणं तान्येव कार्यकारणानि उच्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिः उच्यते आरम्भकत्वेनैव पुरुषस्य संसारस्य कारणं यथास्य तदुच्यते पुरुषः जीवः क्षेत्रज्ञः भोक्ता इति पर्यायः सुखदुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुः उच्यते कथं पुनः अनेन कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च प्रकृतिपुरुषयोः संसारकारणत्वम् उच्यते इति अत्र उच्यते कार्यकरणसुखदुःखरूपेण हेतुफलात्मना प्रकृतेः परिणाम अभावे पुरुषस्य च चेतनस्य असति तदुपलब्धृत्वे कुतः संसारस्य यदा पुनः कार्यकरणसुखदुःखस्वरूपेण हेतुफलात्मना प्रणत्य प्रकृत्य भोग्यया पुरुषस्य तद्विपरीतस्य भोक्तृत्वेन विद्यारूपः संयोगस्य तदा संसारस्यात् इति अतः यत् प्रकृतिपुरुषयोः कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च संसारकारणत्वम् उक्तं तत् युक्तं कः पुनः अयं संसारो नाम सुखदुःखसंभोगः संसारः पुरुषस्य च सुखदुःखानां संभोक्तृत्वं संसारित्वम् इति यत् पुरुषस्य सुखदुःखानां भोक्तृत्वं संसारित्वम् इति उक्तं तस्य तत् किं निमित्तम् इति उच्यते पुरुष प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणं कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु पुरुषः भोक्ता प्रकृतिस्थः प्रकृतम् अविद्यालक्षणायां कार्यकरणरूपेण परिणतायां स्थितः प्रकृतिस्थः प्रकृतिम् आत्मत्वेन गतः इत्येतत् हि यस्मात् तस्मात् भुङ्क्ते उपलभते इत्यर्थः प्रकृतिजान् प्रकृतितः जातान् सुखदुःखमोहाकाराभिव्यक्तान् गुणान् सुखी दुःखी मूढः पण्डितः अहम् इत्येव सत्यामपि अविद्यायां सुखदुःखमोहेषु गुणेषु भुज्यमानेषु यः सङ्गः आत्मभावः संसारस्य सः प्रधानं कारणं जन्मनः सः यथा कामं भवति तत् क्रतुर्भवति इत्यादि श्रुतेः. तदेतदाह कारणं हेतुः गुणसङ्गः गुणेषु सङ्गः अस्य पुरुषस्य भोक्तुः सदसद्योनिजन्मसु सत्यश्च असत्यश्च योनयः सदसद्योनयः तासु सदसद्योनिषु जन्मानि सदसद्योनिजन्मानि तेषु सदसद्योनिजन्मसु विषयभूतेषु कारणं गुणसङ्गः अथवा सदसद्योनिजन्मसु अस्य संसारस्य कारणं गुणसङ्गः इति संसारपदम् अध्याहार्यं सद्योनयः देवादियोनयः असद्योनयः पश्वादियोनयः सामर्थ्य सदसद्योनयः मनुष्ययोनयोपि अविरुद्धः द्रष्टव्यः. एतदुक्तं भवति प्रकृतिस्तत्त्वाख्य अविद्यः गुणेषु च सङ्गः कामः संसारस्य कारणमिति तच्च परिवर्जनाय उच्यते. अस्य च निवृत्तिकारणं ज्ञानवैराग्ये ससन्यासे गीताशास्त्रे प्रसिद्धं तच्च ज्ञानं पुरस्तात् उपन्यस्तं क्षेत्रक्षेत्रज्ञविषयं यज्ञात्वामृतमश्नुते इति उक्तं च अन्य अपोहेन अतद्धर्म अध्यारोपेण च तस्यैव पुनः साक्षात् निर्देशः क्रियते उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः. उपद्रष्ट समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतः यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थः अन्यः अव्यापृतः यज्ञविद्याकुशलः ऋत्विग्यजमानव्यापारगुणदोषाणाम् ईक्षितः तद्वच्च कार्यकरणव्यापारेषु अव्यापृतः अन्यः तद्विलक्षणः तेषां कार्यकरणानां सव्यापाराणां सामीप्येन द्रष्टा उपदृष्टः.